पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 24 शेष उवाच शत्रुघ्नस्तु क्रुधाविष्टो दन्तान् दन्तैर्विनिष्पिषन् हस्तौ धुन्वं लेलिहानमधरं जिह्वया सकृत पुनः पुनस्तान् पप्रच्च केनाश्वो नीयते मम प्रतापाघ्र्यकेन जिदः सर्वशूरशिरोमणिः सेवकास्ते तदा प्रोचो दमनो नाम शत्रुहन् सुबाहुजः प्रतापाग्र्यं जितवान् हयमाहरद इति श्रुत्वा हयं नीदम् दमनेन स्ववैरिणा आजगामसवेगेन यत्राभूद्रणमण्डलम् तत्र पश्यत् स शत्रुघ्नो गजान् दीर्ण कपोलकान् पर्वतानिव रक्तोदे मज्जमानान्मदोद्धतान् हयास्तत्र निजारोहकर्तृभिः सहिताः क्षताः मृदा वीरेण ददृशे शत्रुघ्नेन सुकोऽपि न नरान्रथान् गजान् भग्नान् वीक्षमाणः स शत्रुः अतीव चुक्रुधे यद्वत्प्रलये प्रलयार्णवः पुरदोदमनं वीक्ष्य हयनेदारमुद्भटं प्रतापाग्रस्य जेदारं तृणीकृत्य निजं बलं तदा राजा प्रत्युवाच योधान् कोपाकुलेक्षणः कोऽसौ दमनजेदात्र सर्वशस्त्रास्त्रधारकः यो वैराजसुदं वीरं रणकर्मविशारदं जेष्यत्यस्त्रेण निर्भेदः सज्जीभूतो भवत्वयम् इति वाक्यं समाकर्ण्य पुष्कलपरवीरः दमनं जेतुमुद्युक्तो जगादवचनं त्विदं स्वामिन् क्वायं दमनख क्वदे परिमितं बलम् जेष्येऽहं त्वत्प्रतापेन गच्छाम्येष महामदे सेवके मयि युद्धाय स्थिते कैर्नीयदेहयः रघुनाथप्रतापोऽयं सर्वं कृत्यं करिष्यति स्वामिन् शृणु प्रतिज्ञां मे तव मोदप्रदायिनीं विजेष्य दमनं युद्धे रणकर्मविचक्षणं रामचन्द्रपदाम्भोज मध्वास्वादवियोगिनां यदखं तु भवेत्तन्मे दमनं न जये यदि पुत्रो यो मातृपादान्यतीर्थं मत्वा तया सह विरुध्ये तत्तमो मह्यं न जये दमनं यदि अद्य मद्बाणनिर्भिन्न महोरस्को नृपाङ्गजः अलङ्करोदु प्रधाने भूदलं शयनेन हि शेष उवाच यदि प्रतिज्ञामाकर्ण्य पुष्कलस्य रघुद्वहः जहर्षचित्ते तेजस्वी निदिदे शरणं प्रति आज्ञप्तोऽसौ ययौ सैन्यायैर्बहुभिः परिवारिदः यत्रास्ते दमनो राजपुत्रशूरकुलोद्भवः दमनोऽपि तमाज्ञाय ह्यागदं रणमण्डले प्रत्युज्जगाम वीराग्र्यस्वसैन्यपरिवारिदः अन्योन्यं तौ सम्मिलितौ रथस्थौ रथशोभिनौ समरे चक्रदैत्यौ किं युद्धार्थं रणमागतौ उवाच पुष्कलस्थं वै राजपुत्रं महाबलं राजपुत्र दमनक मां जानीहि समागतं सप्रतिज्ञं तु युद्धाय भरतात्मजमुद्भटं पुष्कलेन स्वनाम्ना च लक्षितं विद्धि सत्तम रघुनाथ पदाम्भोज नित्यसेवामधुव्रतं त्वां जेष्ये शस्त्रसङ्घेन सज्जीभव महामदे इति वाक्यं समाकर्ण्य दमनः परवीरः प्रत्युवाच हसन्वाग्मी निर्भयो दृष्टविक्रमः सुबाहुपुत्रं दमनं पितृभक्तिहृदा खगं विद्धि मामश्वनेधारं शत्रुघ्नस्य महीपतेः जयो दैवविसृष्टोऽयं यस्य चालं करिष्यति स प्राप्नोति निरीक्ष्वस्व बलं मेरणमूर्धनि इत्युक्त्वा स शरं चापं विधाय कर्णपूरितं मुमोच बाणान् निशितान्वैरिप्राणापहारिणः ते बाणास्त्वाविलीभूताश्चादयामासुरम्बरं सूर्यभानुप्रभा यत्र बाणच्छाया निवारिदा गजानां कडभित्योके लग्नासायगसन्ततिः अलङ्करोति धातूनां रागा इव विचित्रिताः पतितास्तत्र दृश्यन्ते नरा वाः गजारथाः शरव्रातेन नृपदे सुतेन परिताडिताः तद्विक्रान्तं समालोक्य पुष्कलः परवीरः शराणां छायया व्याप्तं रणमण्डलमीक्ष्य च शरासने समाधत्त बाणं वह्न्यभिमन्त्रितम् आचम्य सम्यग्विधिवन् मोचयामास सायकम् तदोऽग्निप्रादुरभवत्तत्र सङ्ग्राममूर्धनि ज्वालाभिर्विलिहन् व्योमप्रलयाग्निरिवोद्धितः ततोऽस्य सैन्यं निर्दग्धं त्रासं प्राप्तं रणाङ्गणे पलायनपरं जातं वाह्निज्वालाभिपीडितं चत्राणि तु प्रदग्धानि चन्द्राकाराणि धन्विनां दृश्यन्ते जादरूपाभ कान्दिधारिणि तत्र हयादग्धाः पलायन्ते केसरेषु च वैरिणां रथा अपि गदादाहं सुकूबरसमन्विताः मणिमाणिक्यरत्नानि वहन्धकरभास्ततः पलायन्ते दहनभूज्वालामालाभिपीडिताः कुत्र चिद्दन्दिनो नष्टाः कुत्र चिद्धयसादिनः कुत्रचित् पत्तयो नष्टा वह्नि दग्धकलेवराः शरा सर्वे नृपसुतप्रमुक्ता प्रलयं गदाः आशु शुक्षणि कीलाभिर्भस्मीभूताः समन्तदः तदा स्वसैन्ये दग्धे च दमनो रोषपूरितः सर्वास्त्रवित्तच्छान्द्यर्थं वारुणास्त्रमधादधे वारुणं वह्नि शान्त्यर्थं मुक्तं तेन महीभृदा आप्लावयद्बलं तस्य रथवाजिसमाकुलं रथा विप्लावितास्तो ये दृश्यन्ते परिपन्थिनां गजाश्चापि परिप्लुष्टा स्वीया शान्तिमुपागदाः वह्निश्च शान्तिमगमदग्न्यस्त्रपरिमोचितः शान्तिमापबलं स्वीयं वह्निज्वालाभिपीडितं कम्पिता शीततोयेन सीत्कुर्वन्ति च वैरिणः हरका वृष्टिभिः क्षिप्ता वायुना च प्रपीडिताः तदा स्वबलमालोक्य तोयपूरेण पीडितं कम्पितं क्षुभिदं नष्टं वारुणेन विनिर्हृदम् तदादिकोपताम्राक्षःपुष्कलो भरतात्मजः वायव्यास्त्रं समाधत्त धनुष्येकं महाशरम् तदो वायुर्महानासीद्वायव्यास्त्रप्रचोदितः नाशयामास वेगेन घनानीकमुपस्थितं वायुना फालिता नागाः परस्परसमागताः अश्वाश्च संहतान्योन्यं स्वस्वारोहसमन्विताः नरा प्रभञ्चनोद्धूता मुक्तकेशा निरोजसः पदं तोत्र समीक्ष्यन्ते वेदाला इव भूगदाः वायुना स्वबलं सर्वं परिभूतं विलोक्य सः राजपुत्रः पर्वतास्त्रं धनुष्येवं समाददे तदादु पर्वता प्रेदो मस्तकोपरि युध्यतां वायुः संच्छादितस्तैस्तु न प्रचक्राम कुत्रचिद पुष्कलो वज्रसंज्ञं तु समाधत्तशरासने वज्रेण कृत्तास्ते सर्वे जाताश्च तिलशः क्षणाद वज्रं नगान्रजशेषान् कृत्वा बाणाभिमन्त्रितं राजपुत्रो रसि प्रोच्चैः पपादस्वनवद्भृशं सत्त्वाकुलितचेतस्को हृदि विद्धः क्षदो भृशं विव्याधे बलवान् वीरकश्मलं परमापसः तं वै कश्मलिदं दृष्ट्वा सारथिर्नयको विदः अपोवाह रणात् तस्मात् क्रोशमात्रं नरेन्द्रजं तदो योधा राजसूनो प्रनष्टा प्रपलायिताः गत्वा पुरीं समाचख्युः कश्मलस्तं नृपात्मजं पुष्कलो जय माप्यैवं रणमूर्धनिधर्मविद न प्रहर्तुं पुनः शक्तो रघुनाथवच स्मरन् तदो दुन्दुभिनिर्घोषो जयशब्दो महानभूद साधु साध्विदिवाचश्च प्रावर्तन्त मनोहराः हर्षं प्रापस शत्रुघ्नो जयिनं वीक्ष्य पुष्कलं प्रशशंससुमत्यादि मन्त्रिभिः परिवारितः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे पुष्कलविजयो नाम चतुर्विंशतितमोऽध्यायः ॐ